नमस्कारः. प्रेरणार्थिनि विशेषः हलन्तदातवः इति करपत्रम् अनुवर्तते. गते सप्ताहे वयं तु स्फुर्धातुः इति पर्यन्तं दृष्टवन्तः खलु. अद्य कृत् इति किञ्चित् दृष्टमासीत्, पुनः आरम्भतः पश्यामः. गीता भगिनी पठति किं भगिनि? षद् धातु किं भगिनि? अकृत् आरभ्य भगिनि, कति कति सप्ताहे अस्माभिः न कृतम् आसीत्. अस्तु भगिनि, एकनिमिषं. ओ महोदय, पुनः षद् कृतवान् किं कति षद् पुनः कृतवान्? किमर्थं तत्र परिवर्तनानि सन्ति किम्? आं भगिनी, प्रथमं कृत् करोतु. भवत् दीर्घ अस्ति खलु. आमां प्रथमं कृत् कुर्मः, तदनन्तरं समीचीनं न अवगतं तर्हि कृत् कुर्मः. भगिनी आरम्भं करोति किं भगिनि? हा आं भगिनी, अहं रिफ्रेश्, अहं एकनिमिष भगिनि, अहं तु प्रिण्ट् औट् कृतवती, किन्तु तत्तु समीचीनं नास्ति न भगिनि? आमां प्रायः परिवर्तनानि सन्ति. एकनिमिष भगिनि. भव्य भगिनी नमस्ते. नमस्कार भगिनि, स्वागतं भगिनि. अहं केवलं शृणोमि भगिनि. ओ अद्य व्यस्ता अस्ति. अस्तु भगिनि. अस्तु, चतुर्थबिन्दुः न भगिनि? कृत्. आम् आम् कृत् दातु. कृत् इति क्षम्यतां, कृत् नास्ति, कृत्. कृत् कृत् धातुः कृत् कीर्त् चुरादिगणे कीर्तयति, ते कीर्तयते, अर्थः प्रसिद्धं करोति, स्तुतिं करोति. अत्र रेफा प्राक् इकः दीर्घः. ध्येयं यत् त्रिषु परिस्थितिषु रेफवकारयोः पूर्वम् इकः दीर्घोः भवति. काशिकावृत्तिः अवलोक्यते चेत् निर्देशः स्पष्टः. अग्रिमं पठामि भगिनि? अग्रे पठतु. अत्र किम् इत्युक्ते आहत्य किम् इत्युक्ते अत्र यत्र रेपः दीर्घः भवति इति प्रश्ने सति त्रिषु स्थलेषु तादृशकार्यं भवति इति किञ्चित् विशालदृष्टिः अस्ति. एतद् दृष्टिः एषा अस्ति इति कृत्वा महोदय त्रिषु स्थलेषु कार्यं भवति तादृशकार्यम् इति कृत्वा त्रिषूणामपि विषयः कः इति किञ्चित् अवलोकयामः इति कृत्वा सूत्रत्रयं दत्तवान्. अत्र विषयान्तरं वर्तते, किन्तु यद्यपि विषयान्तरं वर्तते तथापि अस्माभिः किञ्चित् अधीयमानः अस्ति. किमर्थम् इत्युक्ते किञ्चित् वैशिष्ट्यमस्ति अस्मिन् विषये इति कृत्वा पश्यामः. अस्तु भगिनि. रोरूपधाया दीर्घः इकः. रेफवकारान्तस्य धातोः पदस्योपधाया इको दीर्घो भवति. गीः धूः पूः आशीः. हलिच परे रेफवकारान्तस्य धातुरूपधाया इको दीर्घो भवति. जृयोगः श्यन् जीर्यति. वदति किं भगिनि? एतत् पश्यामः, एतद्वयं पश्यामः, दिशद्वयं पश्यामः, अनन्तरम् अग्रिमं पश्यामः. तर्हि ओरुपदादीर्घः किं वदति सूत्रम्? रोरूपधाया दीर्घः इक इति वदति. यदि अन्ते दीर्घ रेफ अस्ति चेत् धातोः, तदनन्तरं न रेफ अन्ते अस्ति चेत् इक दीर्घ भवति. किम् अस्ति इत्युक्ते केवलं अन्ते इति नास्ति, अत्र किञ्चित् विशेषः वैशिष्ट्यमस्ति. केवलम् अन्ते इति नास्ति, धातोः पदान्ते पदान्ते पदमपि भवति, पदा धातुः अपि अस्ति, पदान्ते पदान्त पदसंज्ञा यत्र भवति तस्मिन् सन्दर्भे पदान्ते अस्ति चेत् पदान्ते किं किं भवितव्यं, रेपः वा वकारः अस्ति, अनन्तरम् उपदा लघु इक् अस्ति चेत् तर्हि तादृशलघु इक् इकः दीर्घः भवति. तर्हि आहति किम् अस्ति, धातुः धातुः संज्ञा भवेत्, अनन्तरं पदसंज्ञा अपि भवेत् पदान्ते एव कार्यम्. अनन्तरम् उपदा यत्र पदान्ते तु रेफः वा वकारः भवति चेत् उपदाभूतस्य लघु इक् इत्यस्य दीर्घः भवति इति. अत्र पश्यति चेत् अत्र तु गीर् इति अस्ति खलु, प्रथमं तु रेपः अस्ति, गिर् इति अस्ति, दुर् पुर् आशिर् इति अस्ति, अनन्तरं रेपस्य तु विसर्गः भवति. तस्मात् पूर्वं किं भवति, रेपः अन्ते अस्ति इति कृत्वा रेफान्तरकारः अस्ति, क्षम्यतां रेफान्तधातुः संज्ञा अपि अस्ति अत्र, किमस्ति पदसंज्ञा अपि अस्ति, तदनन्तरं सुपः लुक् भवति इति मन्ये इति कृत्वा पदसंज्ञा अपि भवति. तर्हि अस्मिन् सन्दर्भौ उपदा यत् लघु इक् अस्ति, प्रथमं तु गिर् इति आसीत्, तादृश इकारस्य वा उकारस्य वा दीर्घः भवति. अधुना हलेस इति किं वदति, समानकार्यमस्ति. हलेस किम् अस्ति, समानकार्यमस्ति, धातुसंज्ञा भवेत्, केवलं पदसंज्ञा नास्ति अस्य. अत्र पदसंज्ञा इति पदान्ते कार्यं नास्ति, कुतः इति पश्यामः चेत् अपदान्तकार्यमस्ति. हलि परे इति दत्तमस्ति, अपदान्तधातुः कीदृशधातुः, रेफान्त नो चेत् वकारान्तधातुः, वकारान्तस्वरूपं प्राप्नोति चेदपि समानमेव, विकरणप्रत्ययस्य मेलनं किमपि मास्तु, धातुसंज्ञा भवतु किन्तु स्वरूपं परिवर्त्य अपि भवतु, रेपः वा वकारः वा धातुः अन्ते अस्ति. अनन्तरम् अपदान्तविषये खलु, अपदान्तस्थित्यां हल् वर्णः परे अस्ति चेत् हलि च कार्यं करोति. तदा किं भवति, हल् वर्णः परे अस्ति चेत् उपतादृशरेफान्त वा वकारान्त वा धातोः उपदाभूतस्य इकवर्णस्य दीर्घः भवति. अस्तु, भेदः अवगतः खलु, वोरुपदादीर्घः पदान्तकार्यं, हलि च हलि परे अपदान्तकार्यं वर्तते. गिर् यदि गीः भवति, गिर् इति पदमस्ति, अत्र तु दृ इति एव अस्ति प्रथमं, किन्तु अन्यसूत्रम् आगत्य हृदयधातोः इति एकं सूत्रमस्ति, हृदयधातोः आगत्य जि इति कारयति इति रूपपरिवर्तनं भवति तस्य. अधुनापि धातुसंज्ञा वर्तते खलु, किमपि विकरणप्रत्ययेन सह मेलनं न अभवत्, दृ इति जि इति भवति. यत्र इकारः आगच्छति ऋकारस्य स्थाने, तत्र तु अस्मान् वयं जानीमः खलु, सुपरिचितसूत्रं वर्तते ऊरन् रपरः इति, तर्हि रेफः अपि परे आयाति, तर्हि जिर् इति रूपं प्राप्नोति. अधुना का स्थितिः, धातुसंज्ञा अस्ति खलु, धातुसंज्ञा अस्ति, अपदान्त रेफान्तधातुः अस्ति, अनन्तरं षन् इति विकरणप्रत्ययः यकारः परे अस्ति, सः तु हल् वर्णः अस्ति इति कृत्वा जि इत्यस्य जी इति भवति, तदा जीर्यति इति रूपं प्राप्नुमः. यदि एतद्वयं वयं सम्यक् अवगच्छामः चेत् अग्रिमस्य अस्माकं तु अवगमनं भवति सम्यक्. भगिनि, अत्र एकः प्रश्नः अस्ति, घी तस्य धातु घ्री अस्ति वा, घ्री धू पूः आसि ते अपि सुबन्तपदानि दत्तम् अस्ति अत्र साधु. आं भगिनि, सुबन्तपदं दत्तं, तेषां धातु किम् अस्ति अत्र किम् इत्युक्ते, अत्र गीः इति पश्यामः, तत्र तु गीः महोदय प्रक्रिया अपि दत्तवान् धू अस्ति, अत्र किम् इत्युक्ते गृह इति धातुः अस्ति, क्विप् प्रत्ययः आगच्छति, प्रथमं तु क्विप् प्रत्यये योजने तस्य तु प्रातिपदिकसंज्ञा भवति गृ इति, अनन्तरं गृहयोगः सुप् प्रत्ययः आगच्छति. सुप्रत्ययः आगच्छति. अधुना किं भवति सुप्रत्ययस्य अहं मन्ये किम् इति प्रक्रिया द्रष्टव्या, किन्तु आम् सुप्रत्ययस्य लोपः प्रायः भवेत् इति मन्ये. भगिनी अधोभागे दत्तमस्ति प्रक्रिया कथं गीहि भवति, तदेव मम मनसि अहं चिन्तयामि. पुनः एत अस्य अपि हृदय धातोः इत्यनेन इकारः आगच्छति इति मन्ये. पश्यामः. हृदयदातुः इति एव सत्यम्. अदनन्तरम् उरण्ड्रपर्णः आगत्य अनन्तरम् आहते, किन्तु बृहत् दृश्यते, किन्तु कार्यं तु सरलं, बहु सरलं कार्यमस्ति. तदर्थमेव पुनः पुनः वदामि. अत्र ओरपदादीर्घहलिश अनयोः मध्ये कः भेदः, कीदृशं कार्यम् इति अवगच्छति किं मनसि? तत्र किमस्ति, मानं भवतु, चित्रं भवतु. ओरुपदादिवति पदान्तकार्यम् अस्ति, रेफः वकारः वा पदान्ते अस्ति, अनन्तरं पदायां लघु इकस्ति चेत् तस्य दीर्घत्वं भवति. हलीश इति अपदान्तकार्यम् अस्ति, रेफः वा वकारान्तधातुः वर्तते, धातुसंज्ञापि भवतु, तादृशधातोः अनन्तरं हल्वर्णः अस्ति चेत् उपदाभूतस्य रेफवकारस्य उपदाभूतस्य इक् वर्णस्य दीर्घत्वं भवति. अवगतम्? अस्तु, अग्रे पश्यामः. तर्हि एतद् द्वयं दृष्ट्वा अनन्तरं पुनः आगच्छामः उपदायाम् इत्यस्य कार्यम् अग्रे पश्यामः. प्रथमं पठामः पदान्ते ओरुपददीर्घः इति महोदयेन यद्दत्तं तत् पश्यामः. अस्माभिः पठ्यते चेत् अग्रे पुनः आगत्य उपदायं च पश्यामः. अस्तु, सरलभगिनी पठति किं भगिनि? रेफवकाराभ्यां पूर्वम् एकः दीर्घः पदान्ते, ओरुपधायाः दीर्घः एकः पदान्ते, अष्टमाध्यायस्य द्वितीयपादे शतसप्ततिसूत्रं पदान्ते रेफान्तस्य वकारान्तस्य च धातो उपधायाः एकः दीर्घो आदेशो भवति, येन विद्युत् तदन्तस्य इत्यनेन तदन्तविधिः वोः धातोः च व्रोः इतरेतरद्वन्द्वतयोः व्रोः व्रोः षष्ट्यन्तम् उपधाया षष्ट्यन्तं दीर्घः प्रथमान्तम् एकः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सिपि धातो रुवाः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः संयोगाद्योरन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदस्य अन्तेः व्रोः धातोः उपधायाः एकः दीर्घः व्रोः उपधायाः दीर्घ एक पदान्ते यदि रेफान्त वा वकारान्त धातो अस्ति, धातो अन्ते वकार वा रेफा अस्ति, तस्य उपधायां एकः वर्णः तस्य दीर्घः भवति. इकवर्णम् इत्युक्ते इ ऊर् एते वर्णाः एकप्रत्याहारे आगच्छति, तेषां दीर्घः भवति यदि पदान्ते रेफवकारस्य रेफवकारधातो अस्ति, उपधायां स्थित एकवारस्य दीर्घः भवति. निमित्तं भवति केवलं पदसंज्ञा यदि भवेत्, धातोः पदसंज्ञा, धातो संज्ञा अपि पदसंज्ञा अपि द्वे संज्ञा भवेत्, तदनन्तरं हि एतत् कार्यं भवति. अनुवृत्तिसहितसूत्रमस्ति पदस्य अन्ते व्रोः धातोः, पदस्य इति षष्ठी विभक्ति, पदस्य अन्ते व्रोः धातोः, व्रोः मीन्स् वकार वा रेफ, अन्ते धातोः अन्ते रेफ वकार अस्ति धातोः षष्ठी विभक्ति, उपधायाः उपधायाः मीन् धातोः रेफ वकारान्त उपधाया, यः वर्ण अन्तवर्णस्य पूर्वम् आगच्छति तद्भवति उपधायाः, तस्य उपधायाः एकः एकवर्ण यत्र अस्ति तस्य दीर्घत्वं भवति. अत्र धातोः इति विशेषं भवति, व्रोः अस्ति तस्य विशेषणं, उपधायः एकः अपि विशेषणं भवति. भवति भगिनि इकः इति प्रथमा विभक्ति भवति. इकः इत्यस्य एव विशेषणं दीर्घः इति, तस्यैव दीर्घः इति कार्यमस्ति. इकः षष्ट्यन्तं पदम् अस्ति भगिनि, स्थानी अस्ति, दीर्घः दीर्घः इति प्रथमः. अत्र उपधायाः विभक्तिः भवति केवलं दीर्घप्रथमः. अस्तु अस्तु अधो प्रक्रिया दत्तमस्ति. प्रक्रिया अस्ति ग्री ग्रि इति यद् रिकार अस्ति तस्य दीर्घरिकार अस्ति साधु गृ इति धातुः गृ निगरणे तु दादौ लटि गिरति गृ गृ योग कृप् कृप् इति तदन्ता प्रत्ययः अस्ति. कृबन्ता विजन्ता धातुत्वं न जहति इति परिभाषायाः कृप् प्रत्ययः संयुज्यते चेत् अपि धातोः धातुसंज्ञा तिष्ठति. कृप् प्रत्ययस्य सर्वापहारलोपः लशकुवत् तद्धते ककारस्य हलन्त्यं पकारस्य संज्ञा तस्य लोपः. गृ योग वि इकारः उच्चारणार्थम् अत्र गृ योग व अपृक्त इकारप्रत्ययः इत्यनेन तस्य अपृक्तसंज्ञा. वेदपृक्तस्य इत्यनेन अपृक्तसंज्ञकवकारस्य लोपः. कृत् तद्धितसमासाश्च इत्यनेन प्रातिपदिकसंज्ञा. गृ धातु अपि प्रातिपदिकमपि ऋत् धातोः गे उणलपरः गृ योग गृ योग सु गृ योग स हल्याङ्ग्याभ्यो दीर्घात् सुतिस्य प्रत्यहल् गिर् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्मात् सुप्तिङन्तं पदं गिर् इति धातु अपि प्रातिपदिकमपि पदम् अपि वोरुपधाया दीर्घ एक गीर् तथैव भ्यां भ्यस् भ्यस्सु स्वादिश्व सर्वनामस्थाने इत्यनेन एषां पद संज्ञा इति भवति. पुनः क्रमशः वदामि. गृह इति धातु अस्ति ऋकारान्तधातु. कृप् इति तदन्त प्रत्ययोजनेन कृबन्ता विजन्ता धातुत्वं न जहति इति परिभाषा अस्ति. इति परिभाषायाः कृप् प्रत्ययस्य सम्पूर्णतया लोपः भवति. किमपि न तिष्ठति न जहति मीन् किन्तु धातुत्वं न जहति मीन् धातुसंज्ञा तस्य प्रत्यययोजनेन अपि धातुसंज्ञा तिष्ठति. धातुसंज्ञा न त्यक्तति इति कृबन्ता विजन्ता इति. भगिनी विजन्ता इति पदं किं भवति? क्विबन्ता मीन् यस्य क्विब् अन्ते अस्ति. विजन्ता युक्ते किं विज् इति प्रत्ययः प्रायः अस्ति भगिनि. अस्तु सो धातुसंज्ञा इति धातुसंज्ञा तिष्ठति तस्य उपयोगं वोरुपधाय दीर्घ इति सूत्रेण आगच्छति. तत् अतः इति अति मुख्य बिन्दुः अस्ति. क्व प्रत्ययस्य सर्वपहारलोप क्व प्रत्ययस्य कथं लोपः भवति तस्य प्रक्रिया दत्तमस्ति. ककारस्य लशकुवत् तद्धते इति सूत्रेण ककारस्य लोपः भवति. पकार हलन्त्यमनेन तस्य लोपः भवति. इदानीं वि इति अवशिष्यते. वि पदे इकार केवलम् उच्चारणार्थम् अस्ति. अतः गृहयोग व इति वकार तिष्ठति. अपृक्त एकालप्रत्ययः इति यदि केवलं वकार एक एव अस्ति तस्य कोऽपि अन्यवर्ण योग नास्ति इति अपृक्त एकालसंज्ञा भवति तस्य. अपृक्त एकालप्रत्यय इत्यनेन तस्य अपृक्तसंज्ञा भवति. अपृक्तसंज्ञा तदनन्तरं वेदपृक्तस्य इति सूत्रेण अपृक्त एका संज्ञकवर्णस्य लोपः भवति. सो वेदपृक्तस्य वकार अपृक्त अस्ति तस्य लोपः भवति. इदानीं कृत् तद्धितसमासा च वयं दृष्टवन्तः गृ इति धातु कृप् प्रत्यययोजनेन धातुसंज्ञा तिष्ठति. क्विप् इति तद्धितप्रत्ययः अस्ति. सो क्विप् तद्धितसमासाश्च इति प्रत्ययेन प्रातिपदिकसंज्ञा आप्नोति. सो गृह धातु धातुसंज्ञा प्रातिपदिकं संज्ञा द्वे संज्ञे इदानीम् आगच्छन्ति आगच्छतः ऋत् धातौ इति सूत्रेण यद् धातोः ऋत् अस्ति तस्य स्थाने ऋत् स्थाने इकार आदेशः भवति. यदि कोऽपि ऋकारन्त धातोः तस्य सदैव रपर आगच्छति सो इकार आगच्छति सो घिर् इति भवति सो घिर् योगसु. इदानीं विवक्षा सुबन्तपदं निर्माणम् अस्ति सो घिर् योगसु प्रत्यययोजनेन पकारस्य लोपः भवति हल्यन्तनेन उकारस्य लोपः भवति उपदेशे अचुर्नासिक सो स इति अवशिष्यते. स सकार अपि अपित्तसंज्ञक भवति कारणकि केवलम् एकवर्णः अस्ति हल् वर्णः अस्ति हल्याङ्गाभ्यो दीर्घा श्रुतिस्य प्रक्त हलम् इति सूत्रेण सकारस्य लोपः भवति सो गृ प्रत्ययलोपे प्रत्ययलक्षणम्. इदानीं सकारस्य लोपः भवति प्रत्ययलोपे प्रत्ययलक्षणम् इति परिभाषायां गिर् इति तस्य पदसंज्ञा आप्नोति कथं तस्य सूत्रम् अस्ति सुप्तिङ्गतं पदं यदि अङ्गस्य प्रत्ययोजनेन सुप्तिङ्गतं पदम् इति पदसंज्ञा आगच्छति सो गिर् इति धातु सो पूर्वं गृ इति गिर् तस्य गिर् इति भवति क्विप् योजनेन तदनन्तरं प्रक्रिया भूत्वा सुप् इति योजनेन गिर् इति धातु संज्ञा अस्ति प्रातिपदकं संज्ञा अस्ति पदसंज्ञा अस्ति. इदानीं तिस्रसंज्ञा आगच्छन्ति वोरुपधायाधीकर्क इति सूत्रेण उपधा एकः दीर्घ भवति इदानीं गिर् अस्ति लेफ तस्य धातुसंज्ञा अस्ति गिर् इति धातुसंज्ञा अस्ति रेफ अन्ते अस्ति उपधायाम् इकार अस्ति सो इकार रेफस्य पूर्वम् इकार तस्य दीर्घत्वं भवति सो ई भवति गीर् इति प्रातिपदिकं भवति सो वोरुपधायदीर्घक. इदानीं गीर् इति प्रातिपदिकं भूत्वा तस्य सुप्तिङ्गतं अन्ये पदानि यदि वयं प्रत्ययोजयामः तस्य किं फलितम् अर्थं भवति स्वादिष्टसर्वनामस्थाने प्रथमपञ्चम सुप्रत्ययाः सर्वनामस्थानसंज्ञा अस्ति तेषां तदनन्तरं स्वादिष्टसर्वनामस्थाने ये पदानि हलन्ति अस्ति अजादि वा ययादि नास्ति तेषां स्वादिश इति संज्ञा भवति सो पूर्वस्थित यत् पदम् अस्ति तस्य पदसंज्ञा भवति स्वादिशसर्वनामस्थाने इति सूत्रेण सो भ्यां भ्रसु इति प्रत्यया ये सुप्रत्यया सन्ति ते हलन् हलादौ अस्ति अतः गीर् तत्र अपि यदि योजयामः सो गीर् भवति अहत्य यदि वयं सुप्रत्यान्त कुर्मः प्रथमाविभक्ति भवति गीः गिरौ गिरः गिरं गिरौ गिरः गिरा गीर्भ्यां गीर्भिः गिरे गीर्भ्यां गीर्भ्य गिरः गीर्भ्यां गीर्भ्य गिरः गिरौ गिरां गिरि गिरोः गीर्षु गीः गिरौ गिरः इति भवति. उत्तमं भगिनि. भवन्ति भगिनी मम प्रश्नः अस्ति प्रथमपञ्च वर्णाः ते सुप्रत्ययान्तां ते सर्वनामस्थानसंज्ञा भवति तेषां पदसंज्ञामपि अस्ति साधु न किं भगिनि पदसंज्ञा नास्ति ते अत्र किम् इत्युक्ते पश्यामः चेत् यद्यपि प्रत्ययस्य योजनं न अभवत् वयं तु सामान्यतया सुप्तिङन्तमेव पदम् इति जानीमः खलु किन्तु अत्र यत्र भ्यां व्यस् इति आगच्छति तत्र तु उदाहरणार्थं गिहि गिर् योगः भ्याम् इति स्थितौ यद्यपि भ्याम् इति योजनं न अभवत् सुप्रत्ययस्य योजनं न अभवत् तथापि गिर् इत्यस्य एव पदसंज्ञा अस्ति एव पदसंज्ञा भवति तत्तु न भवति अन्यत्र तु वयं कुत्रचिदपि न पश्यामः तर्हि पदसंज्ञाविधायकसूत्राणि एते सन्ति सुप्तिङन्तं पदम् अनन्तरम् अत्र अत्र किमस्ति स्वादिशस्थाने इत्यनेन अपि पदसंज्ञा भवति यत्र आकारः वा अकारादिप्रत्ययः नो चेत् यकारादिप्रत्ययः सन्ति चेत् तेषां तु एतत् सूत्रं प्रभाद्य यचिबम् इति सूत्रेण भसंज्ञा भवति इति सन्ति तत्र न भवति पुनः यस्य अकारादि यकारादि सन्ति चेत् तत्रापि न भवति अत्र आहत्य पश्यामः चेत् कार्यं तु सरलमस्ति गृ इति धातुः अस्ति सर्वेभ्यः धातुभ्यः क्विप् प्रत्ययः विधीयन्ते इति मन्ये तर्हि यत्र क्विप् भवति विज् अत्र अनेन वार्तिकेन पिबन्ता विजन्ता धातुत्वं न जहाति प्रातिपदिकत्वमपि न जहाति इति अस्ति तर्हि ते तु संज्ञाद्वयमपि तेषां भवति इति कृत्वा अत्र क्विप् प्रत्ययस्य सामान्यतया पश्यामः चेत् प्रत्ययः सर्वोपहारलोपः भवति तस्य इत्युक्ते पूर्णतया लोपः भवति कथं भवति इति महोदयेन अत्र विवृतमस्ति अनन्तरं किमस्ति पूर्णतया लोपं भूत्वा गृ इत्येव तिष्ठति अधुना तस्य प्रातिपदिकसंज्ञा भवति योजनेन तर्हि प्रातिपदिकसंज्ञा यत्र भवति तदनन्तरं किम् अस्ति प्रातिपदिकसंज्ञा भवति किन्तु धातुत्वमपि अस्ति इति कृत्वा धातुसंज्ञा अपि अस्ति तस्य अधुना तर्हि गृ इति अस्माकं नूतनप्रातिपदिकमस्ति अधुना सुप्रत्ययं योजयामः चेत् सुप्रत्ययस्य अपि लोपः भवति पूर्णतया हल्यापि दिगस्थिति अपृक्तं हल्लिखनेन पूर्णलोपः भवति गि गिर् किमस्ति गृ इति एव अस्ति अत्र किं पश्यामश्चेत् ऋकारान्त धातुः अस्ति धातुसंज्ञा अस्ति इति कृत्वा हृद् धातुः इत्यनेन घि इति भवति अनन्तरम् उरण्परः तर्हि गिर् इति गिर् इत्यस्य किमस्ति रेपथ्यतु वयं प्रथमं किं भवति अत्र तर्हि अन्ते तर्हि अत्र पदान्तरेपः अस्ति पदान्ते रेपः अस्ति अनन्तरम् उपधातु इकवर्णः अस्ति इति कृत्वा उपधाभूत पदान्तरेपः यत्र अस्ति तादृशधातोः धातुसंज्ञा अस्ति तादृशधातोः उपधाभूतस्य इक् वर्णस्य दीर्घत्वं भवति इति कृत्वा गीर् इति रूपम् अनन्तरं गीः इति भवति सशुरुः सानुर्विसर्जनीयः इति सूत्राभ्याम् तर्हि गीः इति रूपं प्रथमाविभक्ति एकवचने गीः इति प्राप्नुमः तथा एव भ्याम् तत्रापि गीर्भ्यां गीर्भिः गीर्भ्यः इति रूपाणि गीर्षु इत्यपि भवति खलु तेषामपि तादृशेन इति तर्हि सरलमस्ति खलु नूतनविषयः अत्र किमपि नास्ति पूर्वम् एकेन वाक्येन पूर्वम् अस्माभिः यत् अधीतं प्रथमवाक्ये महोदयेन यत् उक्तमासीत् ओरुपदा दीर्घः एकः इति तस्य एव किञ्चित् सोपानेन दृष्टवन्तः कथं क्विप् इत्यस्य पूर्णलोपः इति अनन्तरं सुप् इत्यस्यपि पुनः लोपः भवति इति सोपानेन दृष्टवन्तः प्रश्नः अस्ति चेत् भगिनि किञ्चित् एकः प्रश्नः अस्ति अत्र इदानीं पर्यन्तम् अहं श्रुतवती अत्र स्वादिषु सर्वनामस्थाने इति सूत्रस्य प्रसक्तिः अत्र किमर्थमस्ति गतसप्ताहे एव अहम् एतत् अयं परिच्छेदं पठितवती तत्र वयं जानीमः एव तत्र ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती इति एकः श्लोकः अस्ति तस्मिन् गीः इति पदमस्ति गीः इति सुबन्तपदम् इत्युक्ते एतावता धातुतः अस्मात् धातुतः एव निर्मितम् अस्ति इति अवगतवती किन्तु अत्र स्वादिषु असर्वनामस्थाने इति अस्य प्रसक्तिः किमर्थं तेन किं भवति इत्युक्ते सप्तसु विभक्तिषु रूपेषु क्षमितां मध्येतुः उक्तवती क्षमिताम् एकनिमिषं किम् अस्ति भगिनि इत्युक्ते अत्र प्रथमं भवत्याः प्रश्नः आसीत् खलु धातुतः आयात् इति 90% संस्कृतभाषायां ये ये प्रातिपदिकाः सन्ति ते सर्वे तु धातुतः एव आगच्छन्ति विशेषतः प्रायः 10% भवेयुः ये औपदेशिकवस्थायामेव तेषां प्रातिपदिकसंज्ञा भवति उदाहरणं पुरुषः इति पदं तादृशपदं सन्ति किन्तु अनेक अधिकतया तु धातुतः एव आगच्छति अनन्तरं सर्वेभ्यः धातुभ्यः कुत् प्रत्ययः अपि विधीयन्ते इति कृत्वा तत्र तु अस्माकं तु नूतनप्रातिपदिकान् वयं प्राप्नुमः क्विप् प्रत्ययस्य योजनेन तर्हि अत्र किमर्थम् इत्युक्ते अत्र गृ इति धातोः तु वयं तु दृष्टवन्तः अस्तु क्विप् प्रत्ययस्य लोपम् अभवत् गृ इति एव प्रातिपदिकं प्राप्नुमः अधुना धातुसंज्ञा अस्ति प्रातिपदिकसंज्ञा वर्तते इति कृत्वा धातुः अपि अस्ति पदान्त ऋकारान्तधातुः इति अस्ति कृत्वा ऋदयधातुः इत्यनेन गि इति भवति उरन्दपरः इत्यनेन गिर् इति रूपं धातुः अपि अस्ति प्रातिपदिकमपि अस्ति खलु गिर् इति अधुना कुतः स्वादिशसर्वनामस्थाने इति प्रश्नः अस्ति भवत्याः खलु अत्र किम् इत्युक्ते वयं गिर् इति प्रातिपदिकम् अस्ति इति कृत्वा गिर् इति शब्दात् अनन्तरम् अग्रे तु सुप्रत्ययाः आगच्छन्ति खलु विभक्तिरूपाणि भवन्ति तस्य तर्हि यत्र विभक्तिरूपाणि सन्ति तत्र तु भ्यां दिस् इति आयान्ति एव खलु सुऔज समौट् इति आगच्छन्ति तर्हि यत्र स्वादिशसर्पनामस्थाने इति पदसंज्ञा भवति इत्युक्ते पश्यामः चेत् प्रथमपञ्चस्थलेषु सर्वनामस्थानमस्ति कृति कृत्वा न भवति अनन्तरं यत्र यचिभम् इति सूत्रेण अकारादि वा यकारादि अस्ति चेत् तत्रापि न भवति किन्तु अन्यत्र सर्वत्र भ्यां बिस् ब्यस् सु इति स्थलेषु गीर्भ्यः गीर्षु इति किमर्थं तत्र दीर्घः इत्यस्य वादः अस्ति अत्र यद्यपि गिर् इति रूपम् अस्ति किमर्थं तत्र गीर् इति रूपं प्राप्नोति इति अस्तु इत्युक्ते पुनः एकवारं तत्र गीर् शब्दस्य रूपाणि इत्युक्ते तत्र सप्तसु विभक्तिषु रूपाणि पश्यामश्चेत् इतोपि स्पष्टता सत्यं भगिनि पश्यामः चेत् गीः इति अस्ति एकवचने गी नपुंसकलिङ्गम् इति पश्यामि तर्हि नपुंसकलिङ्गे नपुंसकलिङ्गम् भगिनि अत्र अहं गीः शब्दः तु स्त्रीलिङ्गपदम् अहं दृष्टवती स्त्रीलिङ्गपदम् पुल्लिङ्गपदम् क्षम्यता पुल्लिङ्गपदमित्र पश्यामि पेहदोषः अत्र रूपाणि पश्यामः चेत् गीः गिरौ गिरः गीः गिरौ गिरः गिरं गिरौ गिरः गिरा अनन्तरं गीर्भ्यां गीर्भिः इति आयाति तथा एव गिरे इति ह्रस्वैकारः किन्तु गीर्भ्यां गीर्भ्यः पुनः गिरः गीर्भ्यां गीर्भ्यः गिरः गिरोः गिरां गिरि गिरोः गीर्षु इति तदर्थं दृष्टम् अत्र किमर्थम् एतत् विषयान्तरम् अस्ति अस्माकं कृते अत्र महोदयेन किमर्थं दत्तमस्ति चेत् अत्र तु अस्माकं विवक्षा अस्ति कृत इति धातुः अस्ति किन्तु एतस्य चर्चा एतादृशी चर्चा कुतः इत्युक्ते अनेकत्र वयं पश्यामः यत्र धातोः अन्ते ऋकारः वा किमस्ति पदान्ते ऋकारः वा रेपः वा नो चेत् धातोः अन्ते ऋकारः वा रेपः वा अनन्तरं नो चेत् उपधायां रेपः वा ऋकारः वा सन्ति चेत् तत्र दीर्घत्वम् इति एकः नियमः अस्ति दीर्घत्वं त्रिषु सूत्रेण भवति त्रयाणां त्रिभ्यां सूत्राभ्यां दीर्घत्वं भवति त्रिभिः सूत्रैभिः खलु सूत्रैभिः दीर्घत्वं भवति इति कृत्वा वयम् एषा चर्चा कुर्मः एतां चर्चां कुर्मः अस्तु प्रथमविधम् अधुना अभवत् यत्र पदान्तः अस्ति पदान्ते धातुः संज्ञा अस्ति तत्र रेपः वा वकारान्तधातुः अस्ति तर्हि तस्यां सन्दर्भौ यत्र उपदा रेपस्य वा वकारस्य उपदायां यदि हस्यकारः वा लघु इकवर्णः अस्ति चेत् तस्य दीर्घत्वं भवति. अस्तु, अधुना अहं पश्यन्ती अस्मि अत्र यथा भवत्या उक्तम् अत्र केषुचित् स्थलेषु एव तत्र दीर्घत्वं दृश्यते. गीः इत्यस्मिन् तत्र शब्दः तु गिर्शब्दः अपि च स्त्रीलिङ्गशब्दः, किन्तु कुत्रचित् मया पठितं यत् क्विप् प्रत्ययः सर्वेभ्यः धातुभ्यः न भवति इति. अधिकतया भवन्ति इति अहं श्रुतवती. अस्तु, अधिकतया सर्वेभ्यः संस्कृतभाषायां यद्यपि वयम् अधिकतया सर्वे सर्वेपि वदामः तत्रापि विशेषनियमाः सन्ति खलु. उदाहरणार्थं वयं तस्य प्रत्ययः दृष्टवन्तः, गिरितः पर्वततः इति वयं दृष्टवन्तः. तत्तु सर्वेभ्यः प्रातिपदिकेभ्यः आगच्छति, किन्तु तत्रापि नियमाः सन्ति खलु, प्रायः तथा स्यात्. किन्तु मया श्रुतमागच्छत् अहमपि सम्यक् न जानामि, किन्तु अत्र क्विप् प्रत्ययान्तरूपाणि यथा तत्र दुष्कृत् अथवा तादृशानि पदानि सुकृत् दुष्कृत् इत्यादि पदानि सन्ति, इत्युक्ते वेदवित् लोकक्षयकृत् तादृशानि पदानि. तेषु अद्यापि मम गीतास्वपानवर्गे अहम् एकं पदम् उक्तवती इन्द्रजित्. तादृशेषु पदेषु अन्ते क्विप् प्रत्ययः अस्ति इति मया अवगतं, किन्तु अत्र भिन्नरीत्या तस्य कार्यमस्ति इति भाति. इत्युक्ते गृधातुतः गीः मया प्रथमवारं भवती तत्र कीदृश अर्थे आसीत्, तत्र कः भेदः कुत्र भगिनि? भवती उक्तवती खलु वित् इति धातुतः किमासीत् भवत्याः शब्दः आसीत् वेदवित्. इत्युक्ते तेषु पदेषु अन्ते क्विप् प्रत्ययः अस्ति इति मया पठितमस्ति तावदेव, किन्तु पदनिर्माणं कथं भवति तत्र प्रक्रियायां कानि सोपानानि सन्ति इति मया न अवगतं, किन्तु अत्र तु किञ्चित् भिन्नरीत्या उक्तमस्ति. अत्र तु केवलं घी इति धातुतः एव अस्ति, तत्र तु वेदवित् इत्यस्मिन् तत्र समस्तपदमस्ति खलु, वेदं जानाति इति वेदवित् इति तत्र उपपदसमासः अस्ति. शास्त्रवित् इत्यादिषु पदेषु न केवलं अस्तु विषयान्तरमस्ति इति मया न जानामि क्षम्यतां, विषयान्तरमस्ति. धन्यवादः भगिनी, शृणोमि. तादृशभेदाः सन्ति इति अपि अवगन्तव्यं. धन्यवादः. तर्हि अपदान्तकार्यम् अग्रे पश्यामः. तर्हि एतावत्पर्यन्तम् ओरुपदादीर्घः एकः इति पदान्तकार्यं धातोः पदान्तकार्यम् इति दृष्टवन्तः. अपदान्ते हली च इति सूत्रमस्ति इति पूर्वं दृष्टवन्तः. तर्हि तस्मिन् विषये प्रक्रिया अत्र दत्ता पश्यामः. अरुणभगिनी पठति किं भगिनि? अपदान्ते हलि च रेफान्तानां वकारान्तानां च धातूनाम् उपदायां स्थितः इक् वर्णः दीर्घो भवति हलिपरे. येन विधि तदन्तस्य इत्यनेन तदन्तविधिः, अतः व्रोः इत्यनेन येषां धातूनाम् अन्ते रेफः वकारः च तेषां ग्रहणम्. हलि सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः इत्यस्य अनुवृत्तिः व्रोरुपधाया दीर्घ इकः इत्यस्य पूर्वतया अनुवृत्तिः अनुवृत्तिसहितसूत्रं व्रोः धातोः उपधायाः इकः दीर्घः हलि. रक्तं करो भगिनि, अहमपि महोदयवर्गे न अवगन्तं. हलि च सूत्रम् अस्ति, अत्र सूत्रं वदति रेफान्तानां मकारान्तानां च धातूनाम् उपदा अस्ति चेत् उपदास्थित इक् वर्ण अस्ति चेत् दीर्घः भवति हलिपरे. अहम् अवगतम्. येन विधि तदन्तस्य इत्यनेन तदन्तविधिः, तदेव अहं न न अवगतं भगिनि. येन विदितसन्त्य सूत्रं वदति विधि यत्र अस्ति अत्र अन्तस्य स्थाने एव कार्यं वदामि. किमित्युक्ते केषां ग्रहणम् इति येन विधिस्तदन्तस्य वदति कुत्र कुत्र कस्य अत्र तु ओः धातोः इति उक्तमस्ति. तर्हि अस्माकं प्रश्नः अस्ति भवती केवलं वकार धातोः वकारः अस्ति नो चेत् उकारः अस्ति तादृशधातोः एव ग्रहणं भवति किम् इति प्रश्नः आयाति खलु. किन्तु तथा नास्ति. यस्य धातोः अन्ते वकारः अस्ति यस्य धातोः अन्ते रेपः अस्ति अन्ते तदन्तस्य इति अन्ते भवतु तावदेव आशयः. केवलं रेपः इति धातुः वकारः इति धातुः इति नास्ति. यत्र सूत्रे तु ओः ओर्ः धातोः इत्युक्तमस्ति. ओर्ः धातोः इति इत्युक्ते किं धातोः इत्यस्य विशेषणमस्ति ओर्ः इति. ओर्ः इत्युक्ते किं यत्र षष्टिविभक्तिः अस्ति खलु तादृश तस्य धातोः इति षष्ट्यन्तमस्ति धातोः इति. तर्हि केवलं बकारः उकारः इत्येव धातुः अस्ति इति प्रश्नः वा इति प्रश्न अस्माकं भ्रमः जायते खलु. तस्य स्पष्टीकरणार्थम् अस्ति येन विधिः तदन्तस्य एव अपि भवति इति. साक्षात् तस्य एव ग्रहणम् इति नास्ति किन्तु अन्ते यदि सः शब्दः अस्ति चेत् तस्य अपि ग्रहणं भवतु. इत्युक्ते वकारान्तधातुः उकारान्तधातूनामपि कार्यं भवति इति. अवगतं भगिनि. हलि सूत्रम् अत्र पद विवरणं दत्तं. हलि सप्तन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रं के पदे अनुवृत्त्यति सहितम् आगच्छति इति दत्तं. सिपि धातोरुर इत्यस्य धातु धातोः इत्यस्य अनुवृत्तिः रोरूपदाय दीर्घैकः इत्यस्य पूर्णतया अनुवृत्तिः ततः अनुवृत्तिसहितसूत्रं रोः धातोः उपदायाः इकः दीर्घः हलिपरे तत्र वदति हल् हलि इति सप्तम हलि इति निमित्तम् अस्ति भगिनि. हल् वर्ण परे अस्ति तदेव दीर्घ ऐकार धातोः अन्ते वकार रेफ अस्ति चेत् तत्र उपदाय अस्ति इकः दीर्घः भवति. उत्तमं भगिनि. तर्हि अत्र भेदः कः इत्युक्ते पदान्तकार्यं नास्ति हलिपरे इति अपदान्तकार्यमस्ति. पुनः तदेव आशयः अस्ति रेफान्त वा वकारान्तधातोः विषयः अस्ति यदि यत्र उपदायां यदि लघु इक अस्ति चेत् किन्तु पदान्ते नास्ति न ना भवतु अत्र तु धातोः धातुः पदान्ते न धातोः विषये तु पदान्ते पदान्तदा इति स्थितिः न आवश्यकम् अत्र तु हलिपरे इति गतसप्ताहे वर्गे स्वरूप महोदयस्य वर्गे शैला भगिनी वदति हलि इति पदं सूचयति यत् पदं नास्ति अपदम् इति कथं जानीमः अहं हलि इति अपदान्ते इति कथं जानीमः इत्युक्ते अत्र पदस्य इत्यस्य अनुवृत्तिः नास्ति अनेन जानीमः पदस्य इत्यस्य अनुवृत्तिः नास्ति अनन्तरं हलि इति अपि अस्ति इत्युक्ते किम् अपदान्तकार्यम् इति अवगन्तुं शक्नुमः खलु. परे हल् वर्णः अस्ति किन्तु पदस्य अन्ते यद् पदस्य इति अनुवृत्तिः अस्ति चेत् तर्हि सन्धिकार्यं भवति. सन्धिकार्यं यत्र अत्र अस्ति तत्र पश्यति चेत् पदस्य इति अनुवृत्तिः आगच्छति. अनन्तरं परे वर्णः भवतु हल् वर्णः परे अपि भवितुम् अर्हति. तर्हि हलि इत्यनेन पूर्णतेन वक्तुं शक्यते अपदान्तकार्यमिति. पदस्य इति अनुवृत्तिः नास्ति अनन्तरं हलि इति अपि अस्ति इति कृत्वा अपदान्तकार्यमिति ज्ञातुं शक्यते. केवलं हलि इति पदेन न पदस्य तदेव अस्ति भगिनि अत्र अत्र महोदयेन अग्रिमपङ्क्त्यां पश्यति चेत् तस्य अपि किञ्चित् विवरणं दत्तमस्ति. अत्र इदं सूत्रं पदस्य इति अस्य अधिकारे अस्ति किन्तु अनुवृत्तिः नास्ति इति अस्य इत्यस्मिन् विषये अत्र विवरणम् अस्ति. क्षम्यतां सरला भगिनी, किमपि उक्तवती किम्? अहम् उक्तवती सुप्तिङ्गं पदम् एसि पदसंज्ञा ददाति. अदि इदानीं यदि हलि अस्ति तस्य सुप्तिङ्गन्तं पदम् इत्यनेन एव भवतु इति नास्ति खलु, वयम् अदनु एव दृष्टवन्तः खलु स्वादिषु स्वादिषनामस्थाने हल्याङ्गोपदीकात् इति पदसंज्ञा ददाति सः हल्याङ्गति. अत्र किं भगिनि एते त्रीणि सूत्राणि कस्यास्य अपि संयोजनं नास्ति हलि कथनेन तत्र न अवगच्छामि भगिनि. अहं यदि हलि अत्र तु न मम मम आशयः किम् इत्युक्ते यत्र साधारणसंज्ञा यत्र सन्धिसूत्राणि सन्ति पदान्तसन्धि भवति चेत् तत्र तु पदस्य इति आगच्छति. सूत्रं दृष्ट्वा यत् अस्माभिः एव वक्तुं शक्यते पदस्य इति अनुवृत्तिः आगच्छति इति कृत्वा सन्धिकार्यं पदान्तसन्धिकार्यम् इति ज्ञातुं शक्यते. अत्र तु तद् नास्ति खलु, पदसंज्ञा केन भवति इति भिन्नकार्यमस्ति, किन्तु सूत्रं दृष्ट्वा पदान्तकार्यं वा अपदान्तकार्यं वा इति कथं जानीमः, पदस्य इति अनुवृत्तिः अस्ति. तर्हि अग्रिमपङ्क्तिमपि भगिनी एव पठति किं भगिनि? आं भगिनि, इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति तर्हि पदान्ते एव भवति वा हलि च इत्यस्य सामर्थ्येन अपदान्ते इति भवति. जलो जलो जलि अपि तथा. तदा यदा कदापि अग्रे निमित्तम् अस्ति चेत् तदा बलात् अपदान्ते इति भवति. यत्र सप्त्यं सप्तम्यन्तं निमित्तमस्ति तत्र पदस्य इति न गच्छति यद्यपि तस्य अधिकारे स्यात्. तत्तु भिन्नरीत्या प्रतिपादितं खलु महोदय, अपि तदेव प्रतिपादितवान्. न अस्माकं सन्धिसूत्रेषु पदस्य इति आगच्छति खलु, सप्तमी इति भवति खलु. आं भगिनि, प्रायः एवं स्यात् महोदयस्य आशयः. उदाहरणं पश्यामि चेत् इको एणचि इति अस्ति सन्धिकार्यं, तस्तु कदाचित् अन्ते अपि भवति खलु. एकनिमिषं पश्यामि अत्र किमपि भेदः अस्ति वा इति. अत्र अचि इति सप्तम्यन्तं पदं तदेव संहितायां आगच्छति. यदि संहितायां भवतु नो चेत् पदस्य इति भवति चेत् पदान्त इति वक्तुं शक्यते. मम महोदयेन आशयः एवं प्रायः स्यात् पदन् पदस्य अन्ते इति गृह्णामः चेत् किन्तु एवमपि अस्ति यत्र यत्र सप्तमीविभक्तिनिर्देशः अस्ति खलु, सप्तमीविभक्तिनिर्देशः अस्ति यस् किमस्ति यस्मिन् विधिस्तदादौ अल्ग्रहणे इति अस्ति खलु, यस्मिन् विधि तदादौ अल्ग्रहणे इति अस्ति. अस्तु भगिनि, सा साधु भगिनि, एकनिमिषं. यस्मिन् निर्दिष्टे पूर्वस्य इति किं किम् आसीत्? भगिनी पठतु भगिनि, अस्य समाधानं प्रक्रिया अस्ति. जृ योगः अति, जृ योगः शन् योगः अति, जृ योगः य अत्र लसक् पद्धति इति सूत्रे षकार इत्सङ् न भवति, तस्य लोपः नकार पद धालन्त्यम् इति सूत्रेण इत्सङ् लस् लोपः या एव अवशिष्यति. जृ योगः या भवति, रुदग्धातोः इति सूत्रेण रुदन्तधातोः इत्वं दीर्घं भवति. जि एकार आगच्छति, जि योगः या इति उरण्डपरः इत्यनेन रुदन्तस्य स्थाने यः अन् प्रत्ययः रचितः रपरे भवति. झिर् योगः या योगः इति हलिच इति सूत्रेण हलिपरे रेफान्तस्य धातोः उपधाभूतस्य इकारः दीर्घः भवति. अत्र जीर् जीर् अत्र रेफान्त धातु अस्ति, उपधा अत्र इकवर्णः अपि अस्ति. हलिच इति सूत्रेण रेफान्तधातो उपधाभूतस्य इक्वर्णः दीर्घः भवति. ततः जीर् योगः याति जीर् यति इति रूपं सिद्धं भवति. तदेव सूत्रं वयं पठितवन्तः, प्रक्रियारूपेण दत्तम्. अत्र ज्री धातु या इति हलि हल् वर्णः अस्ति, तदेव दीर्घः भवति. जीर् समानकार्यमस्ति, हृदयधातोः एव अत्रापि रुदितधातोः कार्यं, केवलं भेदः अस्ति, पदान्तकार्यं नास्ति. परे तु हल् वर्णः अस्ति इत्येव. अस्ति, अदेव तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेनैव अव्यविहितपूर्वस्य एव कार्यं स्यात्, न तु न तत्तु अत्र नास्ति इति उक्तमस्ति. अग्रे पठामः, भगिनी पठति किं भगिनि? अत्र प्रश्न उदेति, हलि इत्यनेन परसप्तमी, अतः तस्मिन्निति निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितपूर्वस्य एव कार्यं स्यात्, तत्तु अत्र नास्ति. उपधाभूतस्य इकारस्य दीर्घत्वं कार्यकारणयोः इकारयकारयोः मध्ये रेफो वर्तते, अतः अव्यवहितत्वं नास्ति, तथापि कार्यं भवति. किमर्थं येन न अव्यवधानं तेन व्यवहिते अपि इति वचनप्रामाण्यात् कार्यं सिद्ध्यति. उपधायाः एकः दीर्घः. अत्र प्रश्न वयमेव तदेव वयं चर्चां कुर्मः. अत्र प्रश्नः अस्ति, हलि इत्यनेन इति परसप्तमी, ततः तस्मिन् इति निर्दिष्टे पूर्वस्य इति सूत्रं कार्यं करोति चेत् अव्यवहित पूर्वस्य एककार्यं स्यात्, तत्तु अत्र न अत्र व्यवः नास्ति भगिनि. व्यवधानं तु अस्ति खलु, आशयः कः इत्युक्ते अस्माकं कार्यम् इति पश्यामः चेत् इकः गुणः भवति इत्येव कार्यं खलु. तर्हि कार्यम् अनन्तरं यत्र सप्तमी निमित्तम् अस्ति अनयोः मध्ये वर्णः अस्ति खलु, तत्र कः वर्णः अस्ति, वकारः वा रेपः वा आयाति खलु मध्ये. सामाजिकनिमित्तमिति पश्यामः चेत् अव्यविहितपूर्वस्य एव निमित्तम् इति वदामः खलु. अत्र पश्यामः चेत् महोदयेन सप्तमी निर्देशः कुतः अपदान्तकार्यम् इति प्रश्नस्य अपि उत्तरम् एतदेव महोदय दत्तवान्. तर् तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन अव्यविहित अवधानं विधानं भवति चेतेव तस्य कार्यं भवति इति कृत्वा अपदान्त इति वक्तुं, पुनः तदेव पुनः एतत् मया उक्तमासीत्, पदस्य इति न भवति चेतेव कार्यं भवति, नो चेत् निरवकाशं प्रायः स्यात् इत्यनेन पदस्य इति न स्वीकरणीयम् इति स्यात्. तर्हि तादृशसन्दर्भे एव भवति, किन्तु यत्र सप्तमी अस्ति, सप्तमी कार्यं यत् अस्ति, सप्तमी निमित्तं यत् अस्ति, अनन्तरं स्थानी यत् अस्ति, अनयोः स्थानी सप्तमी निमित्तम् अनयोः मध्ये रेपः वा वकारः वा आगच्छति चेतेव कार्यं भवति खलु. तर्हि रेपः अपि निमित्तमेव अस्ति, किन्तु सप्तमी निमित्तं नास्ति खलु. सामान्यतः सप्तमी निमित्तम् इत्युक्ते अव्यवहितपूर्वस्य इति वदामः, किन्तु अत्र स्थानी सप्तमी निर्देशः द्वयोः मध्ये रेपः अपि निमित्तरूपेण आगच्छति तर्हि कथं स्यात् इति महोदयस्य प्रश्नम्, अव्यवहितं नास्ति खलु इति प्रश्नः. आम्, अत्र वचनसामर्थ्यात् प्रामाण्यात् कार्यं सिद्ध्यति इति महोदयेन उक्तम्. यत्र उपदा इति उक्तमस्ति खलु, इति कृत्वा तत् कार्यं भवति. भगिनी, वचनप्रामाण्यात् इत्युक्ते किम्? अत्र उपदा इत्यनेन तु वयं जानीमः साक्षात् यद्यपि यद्यपि अवधानं व्यवधानम् अस्ति, तथापि उपदाभूतस्य कार्यं भवतु इति सूत्रे षष्टिक सूत्रं सूत्रं वदति खलु. उपदा इति न दत्तमस्ति चेत् प्रश्नः भ्रमः जायते, तत्तु कार्यं न भवति एव. उपदा इति वचनसामर्थ्येन कार्यं भवति. अग्रे क्षम्यतां, लक्ष्मी भगिनी सूत्रं स्थातुम् पठितुमिच्छति चेत् कृपया पठतु भगिनि. अहं केवलं शृणोमि, किञ्चित् किञ्चिदपि अहम् अवगन्तुं शक्नोमि, केवलम् अहं किम् अवगतवती न न किम् अवगतवती इत्युक्ते, अत्र जीर्यति इति एकं क्रियापदम् अस्ति, तत् पदं जुरु धातुतः आगतम् इत्युक्ते, किन्तु अयं धातुः तु बहु प्रसिद्धः एव इति मम चिन्तनमस्ति. जीर्ण इति पदं वयं जानीमः, क्तान्तरूपं जीर्णं भवति, जीर्णव्यवस्था इत्यादीनि पदानि जुरु धातोः क्तान्तरूपाणि इति भाति, तदेव मया अवगतम्. अहं केवलं शृणोमि, बहूनि सूत्राणि सन्ति अत्र, सो मच् अप्लिकेशन् अस्ति. यत्र आगच्छति तत्रापि समानकार्यमस्ति खलु, हलीच इत्यनेन. एतावत् अहं केवलं शृणोमि, बहु किमपि मया न अवगतम्. अधुना अस्माकं कार्यद्वयं यत् आसीत्, पदान्तकार्यं ओरुपदा दीर्घः एकः, अनन्तरम् ओरुपदायः दीर्घः एकः, अनन्तरं हलिश, द्वयोः अपि विषयः समाप्तः. तृतीयकार्यम् अधुना पश्यामः. तर्हि किञ्चित् उपरि गच्छति चेत् उपदायां च इति अस्ति खलु, तर्हि अत्र कः विशेषः इति उपदायां च इत्यपि अपदान्तकार्यमस्ति, किन्तु कः भेदः इत्युक्ते, रेपवकारान्तधातुः नास्ति, किन्तु रेप् धातोः अन्ते अन्यवर्णः अस्ति, अन्यपदवर्णः अस्ति धातोः अन्ते, किन्तु अन्तिमवर्णस्य उपदायां रेपवकारौ, तस्मात् पूर्वम् इक् ह्रस्व इक् अस्ति चेत् तस्यापि दीर्घत्वं भवति. हलीच उपदायां च भेदः कः? सूत्रद्वयमपि अपदान्तकार्यं सन्ति, अनन्तरं किम्? हलीच इत्यस्मिन् धातोः अन्ते रेपः वा वकारः वा भवति चेत् हलीच इत्यस्य कार्यम्. उपदायां च इत्यस्य कार्यं कथं भव कदा भवति? धातोः अन्ते अन्य हल्वर्णः अस्ति, तस्मात् हल्वर् तस्य हल्वर्णस्य अन्तिमहल्वर्णस्य उपदायां तस्मात् पूर्वं रेपः वा वकारः वा अस्ति. तर्हि इत्युक्ते रेपः वकारः एव उपदायमेव अस्ति, अनन्तरं पुनः तस्य उपदायं ह्रस्व इक् वर्णः अस्ति चेत् तस्य दीर्घत्वं भवति, हलि परे तस्य दीर्घत्वं भवति. अस्तु, अहं पूर्वम् एकवारं पठितवती उपधायां च, कुत्र इत्युक्ते साधारणतया औपदेशिकधातुं स्वीकृत्य तत्र चत्वारि प्राकृतिककार्याणि कुर्मः, यथा षत्वं, नत्वम्, अपि च नुमागमः, अपि च उपधा दीर्घत्वम् इत्यादीनि चत्वारि कार्याणि औपदेशिकधातुतः प्राकृतिककार्याणि भवन्ति. तस्मिन् सन्दर्भे उपधायां च इति सूत्रेण तत्र कूर्द् धातोः रूपं कूर्दति इति, कूर्दते इति रूपं भवति, तावदेव मया. उत्तमं भगिनि, धन्यवादः भगिनि. आम् पूर्वमपि उक्तवती खलु किमस्ति विश्वविद्युति सर्वं, तत्रापि अधुना अवगच्छामि कः विषयः इत्युक्ते, यत्र कृत् यत्र यस्य प्रातिपदिकस्य एव समासः भवितुम् अर्हति खलु, तर्हि यत्र धातुः वित्तिति धातुतः आयाति, तस्य प्रातिपदिकं वित्तिति धातुः अस्ति खलु, वित्तिति धातुः, तर्हि तस्य प्रातिपदिकसंज्ञा आरोपयितुं स्विप्रत्ययस्य योजनेन प्रातिपदिकसंज्ञा भवति, तदनन्तरं समासः भवति, तदर्थं प्रातिपदिकं विद्यामः अत्र खलु, तत्र इत्युक्ते यदा मया समासं समासविषये यदा अहं पठितवती तदा साधारणतया सुबन्धयोः मध्ये एव समासः भवति, किन्तु तत्र विशिष्टतया अपवादत्वेन उपपदसमासे तत्र विग्रहवाक्ये तिङन्तरूपम् आयाति. तिङन्तरूपम् इत्युक्ते साक्षात् तिङन्तरूपं न आयाति. यथा भवत्या उक्तं कृप्रत्यय धातुतः कृप्रत्ययस्य योजनेन तत्र सुबन्तप्रातिपदिकं सिद्ध्यति. तद्रूपमेव तदेव रूपं वयं समासस्य विग्रहवाक्ये योजयामः. यथा भवत्या उक्तं तत्र वेदान् वेदं वेत्ति, वेदवित्, शास्त्रं जानाति, शास्त्रवित्, शास्त्रज्ञः इत्यादिषु पदेषु इत्युक्ते तत्र तत्रापि क्विप्रत्ययस्य योजनेन तत्र प्रक्रियायां सुबन्त तत्र प्रातिपदिकं निर्मितं भवति. भगिनि अत्र कार्यं चत्वारि कार्याणि पुनः स्मारयति किं? षत्वम् अस्ति, निमागमः, अनन्तरं प्रथम धात्वादेः शः सः एकं सूत्रमस्ति, तेन शत्वं भवति. तदनन्तरं नो नः इति एकं सूत्रमस्ति. इत्युक्ते यत्र औपदेशिकधातौ नकारादिधातुः अस्ति चेत् दन्तनकारादेशः भवति. तृतीयमस्ति नुमागमः भवति तत्र इदितोणुं धातोः इति सूत्रम्. मेदचोन्त्यात् परः इति सूत्रेण तत्र नुमागमः मध्ये आयाति. चतुर्थं कार्यं तु उपधादीर्घत्वम् इत्युक्ते अत्र उपधायां च इति वदतु. धन्यवादः. तर्हि चत्वारि उपदेशे धातूनां चत्वारि कार्याणि द्रष्टव्यानि खलु? इतर प्रक्रिया वयं कुर्मः एते चत्वारि कार्याणि इति. धन्यवादः. न भवती जानाति एव किमर्थम् अहम् उक्तवती. मम मनसि एव नासीत्, अन्यत् त्रीणि कार्याणि अहं तदा जानामि, नत्वस्य, षत्वस्य, अनन्तरं यत्र इदितोनुं धातुः इति कर्तव्यम् इति. किन्तु अनन्तरं सम्प्रसारणकार्यानुसारमपि प्रत्ययं दृष्ट्वा तद् आगच्छति खलु. किन्तु यत्र उपधायां च इति धातोः एव कार्यमस्ति खलु? इत्युक्ते कार्यं भवति खलु, तर्हि हल् परौ एव कार्यं करोति खलु. तर्हि हल् वर्णः प्रत्ययमपि दृष्ट्वा एव कार्यं भवति खलु उपधायां च? कथं वक्तुं शक्यते धातोः एव कार्यम् इति? कार्यमिति न वक्तुं शक्यते खलु भगिनि. धातुः कार्यं नास्ति. किमर्थम् इत्युक्ते हलि इति वक्तव्यं खलु खलु. हलि इति अस्ति किम्? हलि इति नास्ति किं? खलौ धातोः उपधा तावदेव धातोः एव कार्यम्. अस्तु भगिनि, अवगच्छामि, आगच्छतु. अस्तु, क्षम्यतां. पुष्पा भगिनी पठति किं तर्हि? भगिनी पठितुम् इच्छति चेत् भगिनी. मया न पठितुं न शक्नोमि, पठितुं न शक्नोमि. अधुना पठितं लक्ष्मी भगिनी पठितुम् इच्छति किं? नो चेत् गीता भगिनी पठतु. गीताञ्जलि भगिनी कृपया भवती एव पठतु, अहं शृणोमि. गीताञ्जलि भगिनि म्यूटेड् अस्ति भगिनि. अस्तु अस्तु, सरला भगिनी पठतु. तस्मिन् नीति निर्दिष्टे पूर्वस्य उपादायम् इति आरभ्य उपदान्ति इति तत्तु अभवत् खलु, वयं जानीमः. सूत्रं दत्तमस्ति अपदान्ति इति अग्रे तदनन्तरं न भगिनी इति दत्तमस्ति. दन्तलघुकृतस्य मम प्रश्नः आसीत् अत्र. ओ अस्तु अस्तु, तर्हि पठतु. अस्तु. तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितत्वं भवेत्, किन्तु यत्र कार्यं विष्यते अपि च अव्यवहितत्वस्य सम्भावना नास्ति तत्र व्यवहितेऽपि कार्यं सिद्ध्यति. यथा पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च अङ्गस्य इकगुणः सार्वधातुक आर्धधातुकयोः भ्वादौ बुद्ध योगशप् योगतिः पुगन्तलघुपदस्य च बोधति. एतादृशस्थलेषु सार्वधातुक आर्धधातुकयोः इत्यस्य परसप्तमीत्वं तथापि गुणो भवति, यतोहि अव्यवहितव तव्यस्य सम्भावना नास्ति, तथैव हलि च इत्यस्य अपि. एतदपि पूर्वम् एता उक्तवती तदेव समाधानं खलु. यद्यपि चपिति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तर्हि सार्वधातुकप्रत्ययः सार्वधातुक आर्धातुक इति सप्तमी निर्देशः वर्तते. षष्टिव दृश्यते किन्तु सप्तमी निर्देशः अस्ति सार्वधातुक आर्धातुकयोः इति. तर्हि सार्वधातुक वा आर्धातुकप्रत्ययः वा परे अस्ति, कस्य परे अस्ति, बुद्धातोः परे अस्ति अधुना. तर्हि उपधाभूतस्य उकारस्य गुणकार्यं भवति खलु पुगन्तलघुपदस्य चैतन्येन. लघु उपदस्य उपदायिकः गुणः इति उक्तं सूत्रं वदति. तर्हि अत्रापि साक्षात् तर्हि धातोः लघु उपदस्य धातोः इत्यपि अनुवृत्तिः आगच्छति खलु. तर्हि धातोः इति षष्टिनिर्देशः अस्ति, तर्हि धातोः लघु उपदस्य इति अस्ति. तर्हि अत्र तु मध्ये अन्तिम यत् वर्णः अस्ति तस्य मध्ये तु अन्यवर्णः अस्ति. यत्र गुणकार्यम् इति उपदायां वर्तते भवति, किन्तु मध्ये तु अन्यवर्णः अस्ति, तथापि कार्यं सम्भवति. किमर्थम् इत्युक्ते वचनप्रामाण्य उपदा इति वचनम् अत्र गृह्यते. अनेन वयं जानीमः उपदा एव कार्यं भवति, यद्यपि व्यवधानम् अस्ति तथापि कार्यं सम्भवति इति अवगन्तुं शक्यते. सामान्यतया किन्तु सप्तमी निर्देशः इति पश्यामः चेत् अव्यवहितपूर्व, यदि उपदा इति न दत्तम् अस्ति चेत् अव्यवहितपूर्वस्य इति एव दृश्यते. साक्षात् पूर्वं कार्यं भवति. अपदान्ते उपधायां च धातूनां यौ उपधाभूतो रेफावकारस्यो हलिपरौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशो भवति. सूत्रार्थे उपधा शब्दः व्रोः इत्यस्य विशेषणं. व्रोः तु षष्ठी द्विवचने, अतः उपधायामपि तथा षष्ठी द्विवचने. यद्यपि सूत्रे सप्तमी एकवचनं दत्तम् अस्ति, उपधायां सप्तम्यन्तं च अव्ययं द्विपदं सूत्रं. सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, वोर् उपधाया दीर्घ एक इत्यस्य पूर्णतया अनुवृत्तिः. मूलसूत्रे व्रोः षष्ठ्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्व अन्ते इत्यर्थ. अत्र व्रोः इत्यनेन सम्बन्ध षष्ठी एक इत्यनेन सह, हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्ति, विभक्तिपरिमाणेन षष्ठ्यन्तं हलः धातोः इत्यस्य विशेषणं तदन्तविधिश्च अनुवृत्तिशतसूत्रं. हलः धातोः उपधयोः वोर्वोः उपधायाः एकः दीर्घ अति. उपधायां च तृतीयसूत्रं यत्र रेफवकारान्त पूर्वम् उपधाया स्थिस्त एकवर्णस्य दीर्घ भवति. इदानीं वोम् उपधाया हलि च उपधायां तयोर्मध्ये कः भेदः अस्ति इति सूत्रेण धातोः केवलं वर्णम् अस्ति. अत्र सर्वे धातोः अवयवाः सन्ति. धातोः अन्ते रेफवकार धातोः अन्ते नास्ति, धातोः उपधायाम् अस्ति. तस्य उपधायाम् इक वर्णः अस्ति, सो अन्ते कोऽपि हल्वर्णः भवेत् इति उपधायां च इति सूत्रेण आगच्छति. सो हल्वर्ण हलि नास्ति, हलि यथा हलि च इत्यनेन धातोः पृथक् अस्ति हलि. यत्र हल् धातोः अवयव एव अस्ति, सो समानाधिकरणम् इति भवति. सर्वे पदानि धातोः आगच्छन्ति, अतः तत् एतत् भेदः अस्ति उपधायां च इति सूत्रेण. सो धातोः य उपधा भूतो रेफवकारो, सो धातोः अन्ते कोऽपि हल्वर्णः स्यात् तस्य उपधायां रेफवकार अस्ति, तस्य उपधायाम् इकवर्णः अस्ति, तत् इकवर्णस्य दीर्घ भवति. सूत्रार्थे उपधा शब्द वोः इत्यस्य विशेषणं. वोः तु षष्ठी द्विवचने, अत उपधायामपि तथा षष्ठी द्विवचने. यद्यपि सूत्रे सप्त एकवचनं दत्तमस्ति उपधायां सप्तं त्यम् अव्ययं द्विपदं सूत्रं वोरुपधाया दीर्घ एकः तस्य पूर्णतया अनुवृत्तिः अस्ति एतत् सूत्रे. सो वोरु उपधाया तत्र वोः इति वो वकाररेफा द्वयोः इति षष्ठी विभक्तिः अस्ति, उपधायाः षष्ठी विभक्तिः अस्ति, दीर्घः एक तस्य उपधायाम् एकवर्णः तस्यापि षष्ठी विभक्तिः अस्ति तस्य दीर्घः भवति. तो अत्र रेफवकारौ इति पूर्णतया षष्ठी विभक्तिः अत्र आगच्छति, किन्तु तस्य आदेशः कुत्र भवति, इकवर्णः आदेशः भवति यत्र उपधायां रेफवकार उपधायाम् एकवर्णः अस्ति. सप्तमी इति अहं न वक्तुं शक्नोमि भगिनी, सप्तमी इति अन्तिमवर्णस्य हल् वर्णः अस्ति किन्तु तस्य सप्तमी कार्यं नास्ति, किन्तु हल् वर्ण इति तत्र सप्तमी इति एव कार्यं करोति. अत्र किम् इत्युक्ते हलि इत्यस्य विषये वदति किं भगिनि, हलि च इत्यस्मात् हलि हलि च इति अनुवृत्तिः नास्ति किन्तु तस्मात् हल् इति स्वीकृतमस्ति, हलः धातोः विभक्तिपरिणामेन कदाचित् वचनपरिणामः भवति, अनन्तरं विभक्तिपरिणामपि भवति, यत्र अनुवृत्तयः आगच्छन्ति अर्थं दृष्ट्वा तादृशपरिवर्तनानि आगच्छन्ति. अत्र तु हलि इत्यस्य परिवर्तनं भूत्वा हलः इति भवति, हलः एव धातोः तु भागः हलः इति हलः धातोः. तर्हि किं कर्तव्यम् इत्युक्ते अत्र किम् इत्युक्ते हलन्तधातोः एव एतादृशकार्यं भवति खलु, हलन्तधातुः तस्मात् पूर्वम् उपदा वर्णः अस्ति वोर्हो इति, उपदयोः वोर्हो इति अस्ति, पुनः तस्यापि उपदा भगिनी यथा उक्तमासीत् एतत्तु धातोः एव कार्यमस्ति इति स्मर्तव्यं, किन्तु सामान्यतया धातोः एव कार्यम्, यत्र यदि धातुः एव साक्षात् तादृशधातुः अस्ति चेत् कार्यं भवति, कदाचित् किं भवति अन्यप्रत्ययस्य आगमनेन तादृशरूपं स्वीकरोति चेत् रेपः वा वकारः वा आगच्छति चेत् तदापि तत्रापि कार्यं भवति. अस्तु अग्रे पश्यामः. धन्यवादः भगिनि. अस्तु अरुणा भगिनि पठति. आं भगिनि, कुत्र अत्र प्रश्नः उदेति यत् साक्षात् हलि इति अनुवृत्तिः आनयते चेत् इष्टः अर्थः सिद्ध्यति किम्? काशिका व्याख्यायां हल् परौ इति उपयुज्यते, न तु हलि. द्वयोः मध्ये भेदः कः इति अवलोकनीयः. हलि इत्यस्य अर्थः परसप्तमी, हलिपरे. तत्र हलिछ इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति. रोः धातोः उपधायाः एकः दीर्घः हलि. जृ धातु जृयोगः शनियोगः जिर् योगाय हलिच इति सूत्रेण जिर् योगाय अत्र हलि इत्यनेन न कोऽपि भ्रमः, केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति, नाम धातोः अनन्तरं यः वर्णः. किमर्थमिति चेत् व्रोः धातोः इत्यनेन रेफान्तधातोः वकारान्तधातोः इति अर्थं, षष्टिविभक्तौ च. व्रोः षष्टिविभक्तौ, हलि सप्तमी विभक्तौ, अतः सामानाधिकरण्यस्य अभावात् वर्णान्तरं. तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति, अनेन च स्पष्टता जायते. इर् य इति इगन्तम्. अत्र प्रश्नः आगच्छति, हलि इति अनुवृत्ति आयाति चेत् किं भवति इति. काशिकावृत्ति वदति हल् परौ न हलि. द्वयोः मध्ये कः भेदः इति चर्चां करणीयं. चर्चां कृत्वा अवगतं हलि इत्यस्य अर्थः परसप्तमी, हलि परे एव. तत्र हलिच इति सूत्रं हलि इत्यस्य कथनेन अर्थः स्पष्टं भवति. भ्रोः धातोः उपादायः एक दीर्घः हलि, तस्मात् अदेव उपादायाञ्च इति वदति. हलिच सूत्रं वदति भगिनि, हलि इत्यस्य अर्थः व्रो धातोः उपादाय एकः दीर्घः भवति हलि परे. वयं पठितवन्तः ध्रु धातु अत्र अत्र छण् इति यकार हलि परे भवति. जिर् रूपारस्थाने इकार आगच्छति. जिर् योगहय हलिच इति सूत्रेण उपदा इकः दीर्घः भवति हलि इत्यनेन. तदनन्तरं किं वक्तुं करणीयं, केवलम् एकस्य वर्णस्य सङ्केत अहं नवगतं भगिनि, सहायं करोतु भगिनि. केवलं न भवत्या यत् उक्तं तदेव अस्ति भगिनि, अत्र उक्तमस्ति. किम् इत्युक्ते यत्र हली इति उक्तमस्ति चेत् वयं तु जानीमः, अत्र तु ओर्हो धातोः इत्यनेन षष्टिविभक्ति इति जानीमः. तदनन्तरं हलि इति सप्तमी अस्ति इत्युक्ते वयं जानीमः षष्टि इति स्थानी अस्ति, सप्तमी इति निमित्तमस्ति, साक्षात् परे आगच्छति इति वयं जानीमः. किन्तु अस्मिन् सूत्रे किम् अस्ति, किमर्थं वयं विभक्तिपरिमाण परिणामं कुर्मः इत्युक्ते, यदि हलि इति अस्ति चेत् तत्र तु निमित्तं भवति खलु, हल् वर्णः तु भिन्नवर्णः परे आगच्छति इति आगच्छति. अत्र तु किन्तु हलः इति किमर्थम् इति विकृतं जातम् इत्युक्ते धातोः एव अङ्गं भवति खलु हलः इति. हलः धातोः इति इत्युक्ते साक्षात् ई इर् य इति, ई इति ह्रस्वैकारः, इर् इति रेखान्त. अत्र उदाहरणं पश्यामः चेत् ई इर् य इति इङ्गितम्. यदि हलि इत्यनेन धातोः अनन्तरं यः वर्णः इति सम्भवति खलु, यदि तर्हि वयं हलि इति न स्वीकर्तुं शक्यते. किमर्थं सानाश स्वीकर्तुं शक्यते, समानाधिकरणं न भवति, धातोः एव अङ्गं न भवति खलु हलि इत्यनेन. इति कृत्वा काशिकावृत्त्यां हल् परौ इत्येव दत्तमस्ति, न तु हलि इति न दत्तमस्ति इति. हल् परौ इति इत्यनेन इति भेदः वर्तते. यद्यपि हल् परौ इति परे हल् वर्णः अस्ति इति तु सत्यं, किन्तु हल् परौ इत्यनेन अत्र सामानाधिकरण्यं स्थापितं भवति. यदि हलि इति अस्ति चेत् निमित्तसप्तमी भवति खलु, नास्ति इति अतः नास्ति. अनन्तरम् अन्यवर्णः इति नास्ति. अत्र तु हलः इत्यनेन धातोः एव समानाधिकरं, धातोः हलः धातोः इत्यनेन हलः इत्यपि षष्ठी भवति खलु, षष्ठीविभक्ति भवति इत्युक्ते धातोः अङ्गं भवति, तदपि स्थानी भवति खलु. इति एव आशयः. इत्युक्ते उदाहरणार्थं पश्यामः चेत् इ इर् इति इङ्गितम् इत्युक्ते इति अर्थः इति, तादृश इत्युक्ते इ उपदायां यकारः अन्ते अस्ति, किम् अस्ति हल् वर्णः अस्ति, तद् तस्मात् पूर्वम् इर् इति रेपः अस्ति, तस्मात् पूर्वम् इ इति ह्रस्व इति एव. अत्र हलि एव साधु हलः हलः इति स्मर्तव्यम् इति. अग्रे पुनः अवकाशः अस्ति चेत् कृपया पठतु, नो चेत् आम् भगिनी. किन्तु पठामि अत्र. किन्तु उपधायां च इति सूत्रे हलि इति अनुवृत्तिः यथावत् आनीयते चेत् समस्या उदेति. काशिकावृत्त्यां धातोरुपधाभूतौ यौ रेफवकारौ हल् परौ तयोरुपधाया इको दीर्घो भवति. क्रूत् किर्त् कीर्तयति हल् परौ इति बहुव्रीहिः, हल् परः तस्मात् सः हल् परः, हलि च इति सूत्रे हलिपरे इत्येव अर्थः, किन्तु उपधायां च इति सूत्रे बहुव्रीहिसमासः हल् परः आभ्यां, रुवोः इत्यस्य विशेषणं हल् परौ इति. अत्र हल् परौ इत्यस्य आशयः फलितार्थः एवं यत् धातुः हलन्तः अस्ति. भगिनी कृपया भवती एव विवृणोतु. अद्य किञ्चित् शिरोवेदना भगिनी, अहं चिन्तयितुं न शक्नोमि, केवलं श्रोतुमिच्छामि. प्रयत्नं करोतु दत्तमस्ति खलु, तस्मिन्नेव विषये वयं पठामः खलु, किमर्थं वचनपरिवर्तनं, किमर्थं विभक्तिपरिवर्तनं किमर्थम् अभवत् इति. तत्र काशिकां प्रत्ययं हल् परौ इति वदनस्य का आवश्यकता, आशयः कः इत्युक्ते हल् परः अस्ति इति न अत्र नास्ति. यथा भगिन्या पठितं हल् परौ इति बहुव्रीहिसमासः अस्ति, अत्र तु रेपवकारौ इति द्विवचने अस्ति खलु, तथा एव हल् परौ इति द्विवचने तत्र दत्तमस्ति. इत्युक्ते अत्र हल् परौ इति बहुव्रीहिसमासः हल् परः यस्मात् सः हल् परः अस्ति इति कृत्वा तौ इत्यनेन, अनन्तरं तौ इत्यनेन हल् परौ इति आगच्छति. इत्युक्ते रेपवकारौ इत्यस्य समानाधिकरणम् अत्रापि आनीतं खलु, बहुव्रीहिसमासरूपेण आनीतं. अत्र समानाधिकरणं करणमस्ति, अनन्तरं हल् परौ इत्यनेन बहुव्रीहिसमासः अस्ति इत्युक्ते हल् परः यस्मात् सः हल् परः इत्युक्ते धातुः एव हल् परः अस्ति, रेपवकारान्त धातुः एव हल् परः अस्ति इति, इत्युक्ते तस्यैव भागः भवति इति अवगच्छामः इति. हलि इत्यनेन केवलं हलि इति वदामः चेत् हलि हल् वर्णः परे इति एव आशयः, तादृश बहुव्रीहिसमासं भूत्वा तस्यैव भागः इति न भवति खलु इति कृत्वा काशिकावृत्यां हल् परौ इति दत्तमस्ति, न तु हलि च न दत्तमस्ति, हलि इति न दत्तं. तर्हि अस्माकं सूत्रस्य अनुवृत्तिसहितसूत्रे अपि वयं तथा एव स्वीकुर्मः, हलः धातोः इति स्वीकुर्मः. इत्युक्ते हलः इति यत् वयं यत् आनयामः अधुना विभक्तिपरिवर्तनं भूत्वा, तत्तु धातोः एव विशेषणं भवति हलः इत्यनेन, तदपि षष्टिविभक्ति स्वीकरोति. तावदेव, इत्युक्ते धातुः हलन्तदातुः अस्ति इति स्मर्तव्यमिति. अग्रे यदि अत्र अत्र किञ्चित् यद् अहं जानामि तद् वदामि वा. अत्र पूर्वस्मिन् वाक्ये एकं पदमस्ति इङ्गितम् इति पदमस्ति. इङ्गितम् इत्युक्ते सङ्केतः इति. अत्र क्तान्तरूपमस्ति, अपि च अत्र इग्यु इति इदित् धातुः अस्ति, तेन तत्र इदितोनं धातोः इति सूत्रेण मध्येनुमागमः भवति. तत्र धातुः तु इग्यु इदित् धातुः, तत्र इदित् धातोः क्तान्तरूपम् इङ्गितम्. इङ्गितम् इत्युक्ते सङ्केतः अस्ति तत्र इति तदवगतवती. अद्य मम बहु शिरोवेदना अस्ति भगिनि, अतः किञ्चिदपि चिन्तयितुं न शक्नोमि. तथापि कियत्यान् कार्यं नूतनकार्यान् वदति भगिनि, कार्याणि वदन्ति. धन्यवादः भगिनि. पुष्पा भगिनी पठितुमिच्छति चेत् कृपया पठतु. आं भगिनि, परन्तु मया न डिस्कशन् ऐ हेव् हर्ड् बट् ऐ हेव् नाट् यु नो रियलि हर्ड् वाट् द टाक् हेस् बीन् अबौट्. सो पठितुं शक्नोति शक्नोति चेत् एकनिमिषम् ओपनिङ्ग् अप् दोस्ड् ओके पाठयितान् गते सप्ताहे एतत् सर्वं समापितवान् नौ रीडिङ्ग् भगिनि पठामि वा अहं पठामि वा पठतु भगिनि लक्ष्मी भगिनी पठतु भगिनी चत्वारः अन्य परिचय चत्वारः हन् दातु पठामि या कोऽपि पठन्ति? लक्ष्मी भगिनी पठामि इति उक्तवती. अत्र यदि वदामः तस्मात् आरभ्य वा? यदि वदामः धातोः उपधायोः रुवोः उपधायाः इकः हलिदीर्घः अनन्वयो भवति उपधायोः रुवोः इत्यस्य कथनेन एव रेफवकारयोः अनन्तरं कश्चन वर्णो भवति. पुनः हलि इति परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात्, न तु अयं तकारः यः उपधायोः कथनेन सिद्ध्यति. एतदर्थम् अस्य वारणार्थम् इत्युक्ते निवारणार्थं काशिकाकारः हल्परौ इति उपयोगं करोति. अनेन इष्टं सामानाधिकरण्यं सिद्ध्यति. पुनः तदेव आशयः खलु. अग्रे पठामः भगिनि, समयः. अग्रे पठामि वा? अत्र प्रष्टुं शक्यते यदि उपधायोः इत्यस्य कथनेन तकारः सिद्ध्यति तर्हि पुनः हल् इति उल्लेखस्य का आवश्यकता? रेफवकारयोः अनन्तरं स्वरः न स्यात्, तस्य च स्वरस्य वारणार्थं हल् इति वदनम् आवश्यकम्. किन्तु हलि इत्यनेन परसप्तमी उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य इङ्गितं भवति, न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तः तकारः. भवत्या एव वक्तव्यं भगिनि. अत्र उपधयोः इति वदनेन वयं तु जानीमः अन्ते अन्यवर्णः अस्ति चेत् एव उपधा इति वक्तुं शक्यते खलु. अन्यवर्णः नास्ति चेत् तदेव अन्तिमवर्णः भवति. तर्हि वयं यत्र रेफवकारौ उपधाभूतरेखवकारौ इति वदामः चेत् रेफवकाराणाम् अनन्तरं वकारयोः अनन्तरम् अन्यवर्णः अस्ति तु जानीमः खलु. तर्हि केवलम् उपधयोः इति वदनस्य इति वदनेनैव आशयः तु फलितार्थः तु अन्यवर्णः अस्ति इति अवगच्छामः खलु. किमर्थं हलि नो चेत् हलः इति वदनस्य कः आशयः इति, हल्परौ इति वदनस्य कः आशयः इति प्रश्नः. यदि स्वरः अस्ति चेत् तत्रापि उपधाय एव अस्ति खलु. तर्हि स्वरः मास्तु, अस्माकम् अधुना आशयः अस्ति हलन्तदातुः इत्युक्ते अन्ते हल्वर्णः एव भवतु. स्वरः मास्तु, स्वर हल्वर्णस्य उपधायं रेफवकारौ इति स्पष्टीकर्तुं हलः इति स्वीकृतम् इति तावदेव खलु. अस्तु, धन्यवादः. तर्हि पठामि वा नो चेत् अन्य? तर्हि अत्र हल् परौ इति कथनेन हलन्तधातोः इति फलितार्थः, हल् परौ इति नूतनशब्दस्य संयोजनेन विना इष्टम् अर्थं साधयितुम् इच्छामः चेत् धातोः उपधायोः रुवोः उपधायाः इकः दीर्घः इत्यस्मिन् धातोः इति अनुरोधेन हलि इत्यस्य अपि षष्ट्यन्तत्वेन परिणामः कर्तव्यः. आहत्य हलः धातोः उपधायोः रुवोः उपधायाः इकः दीर्घः इति उच्यते चेत् सामानाधिकरण्यत्वेन इष्टः अर्थः सिद्धः भवति. इत्थं च हलः इत्यनेन यः वर्णः अभिलक्षितः पुनः उपधायोः इत्यनेन रेफवकारयोः अनन्तरं यः वर्णः अभिलक्षितः द्वयोः सङ्गमनम् केवलं पठितवती. पुनः तदेव अस्ति भगिनि. पुनः किमर्थं हल् परौ इति सूत्रेपि अस्माकम् अनुवृत्तिसहितसूत्रेपि वयं हल् पर धातोः इति किमपि वक्तव्यम् इति वक्तुं शक्यते, किन्तु तथा न भवतु इति कृत्वा यदि वयं नूतनशब्दमस्ति खलु हल् पर इति पर इति नूतनशब्दमस्ति खलु, यत् सूत्रे अस्ति तदेव उपयुज्य अस्माभिः वक्तुं शक्यते खलु. कथं वक्तुं शक्यते इति विभक्तिपरिणामं कुर्मः चेत् हलः इति स्वीकुर्मः चेत् तर्हि हल् वर्णः अपि धातोः एव विशेषणं भूत्वा तस्य अवयवः भवति खलु, अन्तिमवर्णः भवति हलः धातोः इति धातोः विशेषणं भवति इति कृत्वा यदि वदामः चेत् नूतनशब्दस्य आवश्यकमेव नास्ति खलु पर इति किमर्थम् आनयामः. अस्माकं समानाधिकरणस्य एव यद् यद् समानाधिकरणत्वेन यद् अर्थं साधयितुम् इच्छामः तदेव अर्थः अत्रापि साधयामः खलु हलः इति विभक्तिपरिणामं कृत्वा. इति कृत्वा वयं तादृशं विभक्तिपरिणामं कृत्वा वयं सूत्रार्थः लिखामः. तर्हि अनेन अनेन यः अर्थः अस्माभिः लक्षितः सः अर्थः साध्यते इति. अस्तु तावदेव, धन्यवादः. पुनः तस्मिन्नेव विषये किमर्थं हलः इति स्वीकृतम् इति प्रथमं तु काशिकावृत्त्यां यत् दत्तमस्ति तद् महोदयेन प्रतिपादितं. तदनन्तरं किमर्थं काशिकावृत्त्याः एव प्रयोगः किमर्थम् अत्रापि न स्यात्, किमर्थं विभक्तिपरिवर्तनं किमर्थं कुर्मः इत्युक्ते विभक्तिपरिवर्तनं कुर्मः चेत् नूतनपदस्य आवश्यकता नास्ति. तदेव सूत्रे यानि अक्षराणि सन्ति तानेव पदानि सन्ति तानेव उपयुज्य अस्माभिः अनुवृत्तिसहितसूत्रं लेखितुं शक्नुमः इति एव. निगमन अग्रे अहं पठामि प्रायः एकवारं पङ्क्तिद्वयम् अहमपि पठामि. निगमनम् एवं यत् उपदयोः इत्यस्य कथनेन एव रेफवकारयोः अनन्तरम् अन्यवर्णः अस्ति तथा अग्रे पुनः हलि इति संयोज्यते चेत् हलि उपदयोः रेफवकारयोः अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलि इति कथनेन अन्यवर्णः. अस्य निवारणार्थं काशिकायां धातुरूपधातुभूतौ यो रेपवकारौ हल् परौ तयोरुपदाया इको गुणो इको दीर्घो भवति इत्युक्तम्. अस्मिन्नेव अस्य अनुवृत्तिसहितसूत्रम् एवं हलः धातोः उपदयोः वोर्हो उपदायाः इकः दीर्घः इति पुनः तदेव महोदय प्रतिपादितवान्. किमर्थं वयं हलि इति योजयामः चेत् अन्यवर्णः अन्यशब्दः अनन्तरम् इति अर्थः आगच्छति, किन्तु अस्माकं लक्ष्यं तु तथा नास्ति. हल् परौ इति आशयः तु हल् काशिकावृत्त्यां यथा दत्तमस्ति हल् परौ इति एव अस्माकम् आशयः. बहुव्रीहिसमासः धातोः इत्यस्य एव विशेषणरूपेण आगन्तव्यम् इति कृत्वा वयं हलः इति स्वीकुर्मः इति. अनन्तरमस्ति अग्रिमपङ्क्तिः. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं, न तु विपरीतं. सूत्रार्थानुगुणं लक्ष्यं भवति इति नास्ति. तदर्थं कुत्रचित् अनुवृत्ति आनयनावसरे विभक्तिपरिणामः वचनपरिणामः च आवश्यकः भवति. लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनम् इति आशये काशिकायां धातोः उपदाभूतौ यौ रेफवकारौ हल्परौ तयोरुपदाया इको दीर्घो भवति. हल्परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे फलितार्थः एक एव समानः. तर्हि पुनः तदेव अस्ति, यत्र वयं मुख्य आशयः अस्ति एतद्. किम् इत्युक्ते सूत्रं पठित्वा वयं यत्किमपि अवगच्छामः इति नास्ति. पाणिनेः मनसि यदा वयम् एकं लेखनं पठामः इति चिन्तयतु, तस्मिन् समये अस्माकं मनः कथं स्यात्, मनसि भावः एवं भवेत् लेखकेन यत् सूचितं तस्य आशयः अवगन्तव्यम् इत्येव अस्माकं लक्ष्यं भवतु. तथा एव अत्रापि पाणिनिना रचितानि सूत्राणि सन्ति. तर्हि पाणिनेः आशयः कः आसीत् इति मत्वा अस्माभिः इत्यस्य दृष्ट्या अस्माभिः सूत्रस्य अवगमनं भवतु. केवलं पठामः तस्य साक्षात् किमपि अन्वयं दद्मः चेत् अन्वयः एव न भवति खलु. तथा एव अस्ति अस्माकं श्लोकेषु अपि अन्वयः तथा एव कुर्मः खलु. यः वदति यः लेखकस्य आशयः नो चेत् यः वदति तस्य आशयः कः इति दृष्ट्वा एव तस्य अर्थम् अपि बोधयितुं शक्यः. अर्थं वा अन्वयं वा उभयत्र तदेव विषयः. अर्थं वा अन्वयं वा किमर्थम् इत्युक्ते अनेके अर्थाः अपि भवितुम् अर्हन्ति एकस्य पदस्य इति. तर्हि लेखकस्य आशयः कः आसीत् इति दृष्ट्वा एव कस्य पदस्य अर्थं निर्णेतुं शक्नुमः, नो चेत् तस्य अन्वयमपि अस्माभिः स्वीकर्तुं शक्यते इति कृत्वा एव अत्रापि तथा एव अस्ति. अत्रापि अत्रापि पाणिनिः यत् वक्तुम् इष्टवान् इति दृष्ट्वा इति मनसि दृष्ट्वा वयं पश्यामः चेत् अत्र वचनपरिणामः विभक्तिपरिणामः च भूत्वा एव आवश्यकः भवति तस्य अर्थं साधयितुम् इति कृत्वा वयं तथा कुर्मः इति. तर्हि सूत्राणाम् अनुगुणं लक्ष्यमिति नास्ति, किन्तु अर्थम् अवगम्य यत् कार्यं भवति इति तदम् अवगम्य मया अस्माभिः कर्तव्यम्. लक्ष्यं यत् अस्ति इति कृत्वा तद् अनुसृत्य अर्थमपि अस्माभिः अर्थवर्णनमपि करणीयम्. अस्तु, तर्हि उपधायां चेत् सूत्रस्य अन्यत् उदाहरणमस्ति. भवत्या भगिनी यथा उक्तवती कृद् द्वादौ धातुः अस्ति, कुर्द् इति धातुः अस्ति, केवलं ह्रस्व उकारः अस्ति तत्र, किन्तु दकारान्तधातुः अस्ति. उपदाकः कः वर्णः अस्ति? रेपः अस्ति. भगिनी यथा उक्तमासीत् धातोः एव विषयः वर्तते खलु, एषः विषयः तु धातोः एव अस्ति. यथा वयं षत्वं नत्वं किमपि नोणः इति कुर्मः, नुमागमः अपि कुर्मः, तथा एव युतो नुम् धातोः इत्यनेन धातुवादेशः शः इति शः सः इति कुर्मः, तथा एव उपधायां च इत्यपि कर्तव्यम् इति. इत्युक्ते कुर्द् इति धातुः अस्ति, दकारान्तधातुः अस्ति, उपधायां रेपः अस्ति, अनन्तरं तस्य उपधायम् उकारः अस्ति इति कृत्वा वयं किं कुर्मः, अत्र कूर्द् इति भवति उपधायां च इति सूत्रेण. हलः धातोः, हलः धातुः इत्युक्ते दकारान्तधातोः उपधाभूतस्य रेप उपधायोः रेपवकार उपधायां सह उपधास्थाने स्तः तस्य उपधायां ह्रस्व एकवर्णः अस्ति, तस्य तु दीर्घत्वं भवति इति. तर्हि धातोः एव परिवर्तनं भूत्वा कूर्द् इति नूतन इति धातुः रूपं स्वरूपं प्राप्नोति. कूर्द् इति धातुः कूर्द् इति स्वरूपं प्राप्नोति. अनन्तरं वयं प्रत्ययं योजयामः, विवक्षा अनुसृत्य प्रत्ययं योजयामः. तर्हि यदि लटि वक्तुमिच्छामः चेत् कूर्दते इति रूपं प्राप्नुमः. तदेव कुर्द् इति अपि अस्ति, गुर्द् इति, तर्हि तेषामपि समानकार्यम् इति भवति. गुर्द् इति भवति, खुर्द् इति. अत्र प्रकृतविषये चुरादिगणीयकृत् धातुः अपि अस्ति. अधुना कृत् धातुः विषये अस्माकं चर्चा अस्ति खलु. कृत् इति धातुः अन्यत् सूत्रमस्ति, उपादायाश्च इति एकं सूत्रमस्ति, तद् पठामः. तस्य प्रथमं तु उपादायाश्च इति कृत्वा यथा वयं ऋत इद्धातोः इति कुर्मः खलु, ऋकारान्तधातुः अस्ति चेत् तस्य ह्रस्वीकारत्वं भवति इति. उपादायाश्च किं वदति, तस्यैव अग्रिमसूत्रमस्ति ऋत इद्धातोः इत्यस्यैव अनुवृत्ति अग्रिमसूत्रं, तस्यैव समानकार्यं वर्तते. यदि ऋकारः उपादायाम् अस्ति चेत् अपि तस्य ह्रस्वीकारः इत्येव अस्ति आशयः. समानकार्यं ऋतै धातोः इत्युक्ते धातोः अन्ते ऋकारः अस्ति चेत् ह्रस्वीकारतम् इत् आदेशः भवति ऋकारस्य स्थाने. अत्र उपादायाश्च किं वदति, यदि धातोः अङ्गस्य उपादायां ऋकारः अस्ति चेत् अपि तस्य स्थाने इत् आगमः भवति, आदेशः भवति, ऋकारस्य स्थाने इत् आगच्छति इति कृत्वा ऋकारस्य स्थाने इकारः भूत्वा कित् इति भवति. अनन्तरं उरण्ड्रपरः तु वयं जानीमः सुपरिचितसूत्रम्, तर्हि किर्त् इति भवति स्वरूपम्. अधुना किम् अस्ति, पुनः अधुना तु धातुः धातुसंज्ञा तु न त्यक्तं खलु, धातुः धातुः एव अस्ति, धातुसंज्ञा वर्तते, किमपि प्रत्ययेन सह मेलनं न अभवत् इति कृत्वा धातुसंज्ञा वर्तते. तर्हि अधुना किं कुर्मः वयं, तकारान्तधातुः रेपः उपधायां वर्तते इति कृत्वा तदनन्तरं ह्रस्वविकारः अस्ति इति कृत्वा कीर्त् इति भवति उपधायां च इति सूत्रेण. अनन्तरं तर्हि कृत् इत्यस्य कीर्त् प्लस् योगः णिच् इति स्थितौ कीर्ति इति नूतनधातुः. अनन्तरं शप् योगः ति नो चेत् ते इति, अत्र तु अधिकतया दशमगणीयदातवः तु उभयपदिनः भवन्ति इति कृत्वा ति ते इति रूपद्वयं भवति. तर्हि कीर्तयति इति परस्मैपदीरूपं, कीर्तयति इति आत्मनेपदीरूपम्. धन्यवादः भगिनी, नमस्कारः, शुभरात्रिः. I couldn't participate, I'm sorry. Thank you. No problem. धन्यवादः भगिनी.